पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायम् 11 व्यास उवाच जैमिने विधिना येन पूजितव्यो हरिः सदा तमहं वच्मि विप्रर्षे शृणु वत्ससमाहितः कल्य उद्धाय पर्यङ्गात् गृहीत्वा पात्रमम्भसां बहिर्देशं व्रजेत् प्राज्ञशीर्षमाच्छाद्य वाससा तत्रोदीच्यां दिशि मौनी यज्ञसूत्राणि कर्णयोः कृत्वोपविष्टप्राज्ञस्तु मलमूत्रं विसर्जयेद् देवतायतने मार्गे गोष्ठेषु चत्वरेषु च रथ्यायां कृष्टभूमौ च दर्भमूले तथाङ्गणे तडिनीपुलिने चैत्यवृक्षमूले तथा वने तडागवापी गर्भेषु मलमूत्रं च न त्यजेद् रविं चन्द्रमसं चैव द्विजान्गाश्च दिशो दश मलमूत्रं त्यजेत् यावत् तावत् प्राज्ञो न पश्यति कनिदां मूषिकाद्यैश्च बिलाभ्यन्तरवर्तिनीं फालकृष्टामृदं चैव न गृह्णीयाच्चौ च हेतवे जलाज्जलं समानीय शौचं कुर्याद्विचक्षणः पादं जलेषु वै दत्त्वा न शौचं कुरुदे बुधः दक्षिणाभिमुखो रात्रौ कुर्यात् प्राज्ञो बहिक्रियां शिरः प्रावृत्यवस्त्रेण तदशौचं समाचरेत् मृत्तिकैका प्रदातव्या लिङ्गे तिस्रस्तु वैगुदे सप्तसव्ये करे प्राज्ञैर्हस्तयोरुभयोर्दश पादयो षट् प्रदातव्या मृत्तिका च विचक्षणैः कृतशौचक्रियप्राज्ञ कुर्याद्दन्तस्य धावनं जिह्व पामार्जनं चैव दशनाच्छादनादिभिः दक्षिणाभिमुखो भूत्वा पश्चिमाभिमुखस्तथा न दन्तधावनं कुर्यात् कुर्याच्चेन्नारकी भवेद् मध्यमानामि काभ्यां च वृन्दाङ्गुष्ठेन च द्विज दन्तस्य धावनं कुर्यान्न तर्जन्या कदाचन अश्वद्धवटवृक्षाणां धात्र्या कैधिकया बुधः न दन्तधावनं कुर्यात् तथेन्द्रस्य सुरस्य च नित्यं क्रियाफलं तस्य सर्वमेव विनश्यति यस्नानसमये कुर्याज्जैमिने दन्तधावनं निराशाः पितरो यान्ति तस्य देवाः सुरर्षयः दन्तस्य धावनं कुर्याद्यो मध्याह्नापराह्नयोः तस्य पूजां न गृह्णन्ति देवदाः पितरो जलम् स्नानकाले पुष्करिण्यां यः कुर्याद्दन्तधावनं ततो ज्ञेयः स चाण्डालो यावद्गङ्गां न पश्यति भगवत्युदिते सूर्ये यः कुर्याद्दन्तधावनं तद्दन्तकाष्ठां पितरो भुक्त्वा गच्छन्ति दुःखिनः उपवासदिने विप्र पितृश्राद्धदिने तथा न तत्फलमवाप्नोति दन्तधावनकृन्नरः प्रभाते मार्जयेद्दन्तान्वाससारसनां तथा कुर्याद्वादशविप्रेन्द्रकल्लोलानि जलैर्बुधः उपवासे पितृश्राद्धे विधिनानेन जैमिने दन्तधावनकृन्मर्त्यसम्पूर्णं लभते फलम् अनेन विधिना कृत्वा दीर्घदर्शी बहिक्रियां तदो निजगृहं गत्वा रात्रिवस्त्रं परित्यजेद तदो देवगृहद्वारे चोपविष्ठो बुधशुचिः स्मरेन्नारायणं देवमनन्दं परमेश्वरम् रामश्यामतनो विष्णो नारायण दयामय जनार्दन जगद्धाम पापं मे हर केशव पीताम्बर धरानन्द पद्मनाभ जगन्मय वामन प्रणदस्येष विभो त्वं शरणं भव दामोदर यदुश्रेष्ठ श्रीकृष्ण करुणार्णव कमले क्षणदेवेन्द्र वासुदेव कृपां कुरु गरुडध्वज गोविन्द विश्वम्भर गदाधर शङ्खपाणे चक्रपाणे पद्महस्तहरापदः लक्ष्मीविलास वैकुण्ठ हृषिकेश सुरोत्तम पुरुषोत्तम कंसारे कैडभारे भयं हर श्रीपदे श्रीधर विभो श्रीद श्रीकरमाधव परं ब्रह्म परं धाम शरणं मे भवाव्यय युद्धं कृत्वा द्विजश्रेष्ठश्रीविष्णुस्मरणं बुधः बद्धाञ्जलिरिदिब्रूदे प्रविश्य निलयं गदः ईश्वरश्रीपदे कृष्णदेवकीनन्दनप्रभो निद्रां मुञ्ज जगन्नाथप्रभादसमयो भवत् अधोस्थितमिव प्राज्ञपर्यङ्गे देवकीसुतं निद्रां त्यक्त्वा स लक्ष्मीकं चिन्तयेन्निज चेतसः तद कृदच्छदं दिव्यं पात्रं च जलभूरितं मुखप्रक्षालनार्थाय दद्यात् कृष्णाय वैष्णवः ईश्वरं वर्तनार्थाय सेवन्ते सेवका यथा तथैव मदिमन्दोऽपि सेवन्ते परमेश्वरं यस्तु सेवकरूपेण सेवते जगदीश्वरम् अचिरेणैव विप्रर्षे तस्य सिद्ध्यदि वाञ्छितं यथेश्वरस्य सभया सेवां कुर्वन्ति चेडकाः प्राज्ञास्तथैव सेवन्ते सर्वदैव हरिं प्रभुं निजेच्छयानया विष्णुं निर्भयः पूजयेन्नरः कुसेवकः स एवास्ति तदा न हि भवेद्विज अद एव द्विजश्रेष्ठत्वरया कमलापदेः कर्तव्या सर्वदा सेवा पुंसा कैवल्यमिच्छुना निर्माल्यं रात्रिवस्त्रं च गन्धं पर्युषितं तथा हरेरुत्तारये दङ्गात् प्रभादे वैष्णवो जनः तदो देवालये तस्मिन् स्वयमेव हि मार्जयेद् कुर्याच्छनैः शनैः प्राज्ञः सम्मार्जन्या परिष्क्रियां यावन्दो निलयात्तस्माद् गच्छन्ति रेणवो बहिः तावन्मन्वन्तरशतं तिष्ठेद्विष्णु गृहे नरः यस्तु सम्मार्जनं कुर्यात् ब्रह्महापि हरेर्गृहे सोऽपि यादि परं धाम किमन्यैर्बहुभाषितैः तथोपलेपनं कुर्याद्दूर्णकैर्गोमयैर्द्विज तस्मिन् विष्णुगृहे प्राज्ञस्मरेन्नारायणं प्रभुं यस्तूपलेपनं कुर्यात् केशवस्य च मन्दिरे तस्य पुण्यमहं वच्मि स सङ्क्षेपाच्छृणुजैमिने रजांसि तत्र यावन्ति विनश्यन्ति द्विजोत्तम तावत्कल्पसहस्राणि तिष्ठेद्विष्णुगृहे सुखी सम्मार्जनं विष्णुगृहे जनकृत्वोपलेपनं लभते परमं धाम किं पूजा फलवित्प्रभोः देवराजविरोधेन न शक्नोति यदा स्वयं तदा विष्णुगृहे चापि धर्मपत्नीं नियोजयेद् अथवा तनयं भक्तं सुचरित्रं तथात्मनः भ्रातरं भगिनीं वापि देवागारे नियोजयेद् हरे सपर्यावस्तूनि सप्तधा शुद्धवारिभिः प्रक्षालये त्रिधा वापि स्वयमेवाति यत्नदः अम्लेन ताम्रपात्राणि कांस्यपात्राणि भस्मना वह्निना लोहपात्राणि शुध्यन्ति नात्र संशयः धनाढ्यो लोहपात्रस्थाय यस्नापयदि वारिभिः नारायणं जगन्नाथं तस्य तुष्टो न केशवः अज्ञानद्वापि चेत्तर्हि गङ्गास्नानेन शुध्यति सम्पदि ब्राह्मणश्रेष्ठकर्तव्यो नियमः सदा विपत्यां नियमो नास्ति शास्त्रेष्विति विनिश्चयः यत्नात् प्रक्षालिदशङ्खो यदा भूमिं स्पृशेत् पुनः तदा स शङ्खो विप्रेन्द्रशदधौतेन शुध्यति युद्धं प्रक्षाल्य यत्नेन पूजाद्रव्याणि चक्रिणः गृहीत्वा स्नानवस्तूनि स्नानार्थं सरसीं व्रजेद अकृत्वा स्नानकर्माणि गृहमायादि यः पुनः तस्मिन् दिने पितृगणस्तस्य नाप्नोति तर्पणं स्नानार्थं भोजनार्थं वा गच्छतो विघ्नकृत् भवेद् यस्तु मोहाद्विजश्रेष्ठ स नूनं नारकी भवेद् स्नानार्थं सरसीं गत्वा मलमूत्रं करोति यः पितरस्तस्य विन्मूत्रभोजिनस्युर्न संशयः ततः कृत्वा विधानेन स्नानं च तर्पणादिकं स्वकीयं गृहमागच्छेत् स्मरेन्नारायणं बुधः ततश्च प्राङ्गणे प्रक्षाल्य चरणद्वयम् प्रविश्येद्देवताकारं शुचिर्ब्राह्मणसत्तमः अप्रक्षालितपादो यः प्रविश्येन्निलयं जनः संवत्सरकृतं पुण्यं तस्य नश्यति तत्क्षणाद् स्नानं कृत्वा समागत्य प्राङ्गणेषु विचक्षणः तस्मात् प्रक्षाल्यचरणौ प्रविश्येद्देवतागृहम् उपविश्य पादयुग्मं बुधः सव्येन पाणिना यत्नात् प्रक्षालयेद्विप्र तथा पाणिद्वयं पुनः पादेन पादं विप्रेन्द्र तथा दक्षिणपाणिना यश्च प्रक्षालयेन्मूढस्थं लक्ष्मीस्त्यजदि ध्रुवम् अधोपविष्टो मधिमान् केशवार्चनमारभेद अनन्यमानसो भूत्वा सर्वकामफलप्रदं मृगचर्मासने शुद्धव्याघ्रचर्मासनेऽपि वा वस्त्रासने केवले च तथा कुशमयासने पुष्पासने चोपविष्टः पूजयेत् कमलापतिं काष्ठासने द्विजो विद्वान् न कुर्याद्विष्णुपूजनं विष्णुना त्वं धृता पृथ्वी सर्वलोकास्त्वया धृताः अद सर्वसहे देहि वस्तुं मे स्थानमुत्तमम् इत्युक्त्वासनमास्तीह्य वस्येन्नारायणार्चकः दक्षिणाभिमुखो भूत्वा न कुर्याद्विष्णुपूजनं शङ्घे कृत्वादुपानीयं मन्त्रपूतं सुवासितम् स्नापयेत् कमलाकान्तं कमलासहितं प्रभुं शङ्खेन स्नापयेद्यस्तु भगवन्तं जनार्दनं तद्फलं तस्य वक्ष्यामि शृणु विप्रेन्द्रजैमिने विप्रगोस्त्रीभ्रूणहत्या सुरापानादिपादकैः विमुक्तो यादि वैकुण्ठं भुङ्क्तेहि सकलं सुखं यदि दृष्ट्वा हृषिकेशं पूजयेन्मानवो द्विज लभते तत्तदेवाशुप्रसादात् कमलापदेः शङ्काभावेदु विप्रेन्द्र सुगन्धितोयकम्बुधः कृत्वा च तुलसीं पात्रे स्नापयेत् केशवम्बुधः ततो देवं स्नापयित्वा संस्थाप्य च वरासने सुगन्धैश्चन्दनैस्तस्य कुर्यात् सर्वाङ्गलेपनं तुलसीकाष्ठपङ्के च चक्रिणो देहपालनं यकरोति जनस्तस्य प्रसन्नः सततं हरिः तुलसीपत्रमालेयं निजगन्धसुखप्रदा दीयते ते जगन्नाथ सुप्रीतो भव सर्वदा मन्त्रेणानेन विप्रेन्द्र तुलसीपत्रमालया अलङ्कृतो महाविष्णुप्रसन्नो न ददाति किं तदस्तु वैदिकैर्मन्त्रैः कर्तव्यं स्वस्तिवाचनं दिग्बन्धनं च कर्तव्यं मन्त्रैः पौराणिकैर्बुधैः कृष्णो रक्षतु पूर्वस्यामाग्नेय्यां देवकीसुतः याम्यां रक्षतु दैत्यारिर्नैरृत्यां मधुसूदनः विदिक्षुरक्षतु श्रीमानूर्ध्वं च श्रीधरः प्रभुः अधो रक्षतु विश्वात्मा कूर्म मूर्तिकृपामयः ये विघ्नकारकाः सर्वे पूजाकाले भवन्तिह दूरं गच्छन्तु ते सर्वे हरिनामास्त्रताडिताः इत्थं दिग्बन्धनं कृत्वा ततः प्रह्वकृताञ्जलि वक्ष्यमाणेन मन्त्रेण सङ्कल्पं कुरु ते दृढं मयारब्धामिमां पूजां देवदेव जनार्दनां सिद्धिं प्रापय निर्विघ्नां प्रसीद परमेश्वर तदस्तु कृतसङ्कल्पो वैष्णवः सर्वतत्त्वविद अङ्गन्यासाधिकं कृत्वा ध्यायेन्नारायणं हृदा नवीनमेकसङ्काश्यं पुण्डरीकनिभेक्षणं पीताम्बरधरं देवं स्मितचारुतराननं कदम्बपुष्पमालाभिर्भूषितं सुमहाभुजम् बर्हि बर्हश्रेणिबद्धशिखण्डधृतकुण्डलं वंशी मधुरनाथेन मोहयन्तं दिशो दश आवृतं गोपनारीभिश्चारु वृन्दावने स्थितम् एवं संचित्य देवेश्यं गोविन्दं सर्वकामदम् ततश्चावाहनं कुर्याद्भक्तिभावेन वैष्णवः आवाहिताय कृष्णाय चतुर्वर्गप्रदायिने इति सम्पूज्य देवेशं सादरं च सवाहनं सायुधं च ततो मन्त्रं जपे दष्टाक्षरं बुधः निजभक्त्या ततो जप्त्वा मन्त्रमष्टाक्षरं बुधः गोविन्दाय ततो दद्यान्नाना नैवेद्यमुत्तमं धूपं दीपं च ताम्बूलं देवदेवाय विष्णवे अन्यान्यप्युपहाराणि प्रदद्याद्वैष्णवो जनः यस्तु धूपं द्विजश्रेष्ठचन्दनागरुवासिदं दद्यान् मुरारये तस्य द्रुतं सिद्ध्यति वाञ्छितं धूपं यच्छति यो विप्रहरये कृतवासिदं स गच्छेद्विष्णुभवनं विमुक्तः पापकोटिभिः नारायणाय यो धूपं दद्यात् गुलुवासिदं स यादि परमं धाम दुर्लभं यत्सुरैरपि कृतेन दीपं यो दद्यात्तिलतैलेन वा पुनः निमेषात् सकलं तस्य पापं हरति केशवः कर्पूरवासिदं यस्तु ताम्बूलं चक्रबाणये दद्यात् तस्य द्विजश्रेष्ठमुक्तिर्भवति जैमिने यस्तु यच्छति ताम्बूलं खदिरेण समन्वितम् इह भुक्त्वाखिलान् भोगानन्दे यादिहरेः पदम् षष्ठीमधुरिकायुक्तं तथा जातिफलादिभिः ताम्बूलं हर्ये दत्त्वा स्वर्गमाप्नोति मानवः सङ्घे कृत्वा दुपानीयं कुर्याद्विष्णुप्रदक्षिणां वक्ष्यमाणेन मन्त्रेण जैमिने वैष्णवो जनः जनार्दन जगद्बन्धो शरणागतपालक त्वद्दास दास दासत्वं दासस्य देहि मे प्रभो मन्त्रेणानेन यः कुर्यान्नारायणप्रदक्षिणां तस्य पुण्यफलं वच्मि सङ्क्षेपाच्छृणु जैमिने ब्रह्महत्यादिपापानि यानि यानि महान्ति च तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे यावत्पादं नरो भक्र्या गच्छेद्विष्णुप्रदक्षिणे तावत्कल्पसहस्राणि विष्णुना सहमोददे हरिप्रदक्षिणे यावत्पदं गच्छेच्छनैः शनैः पदे पदेष्वमेधस्य फलं प्राप्नोति मानवः प्रदक्षिणीकृत्य सर्वं संसारे यद्फलं भवेद हरिं प्रदक्षिणीकृत्य तस्मात् कोटि गुणं फलम् अङ्गं प्रदक्षिणीकृत्य यस्तु नारायणाग्रदः सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः न लङ्घयेत् सोमसूत्रं धीमान् शम्भुप्रदक्षिणे लङ्घयित्वा यदा विप्र सा पूजा निष्फला भवेद् प्रदक्षिणाकारतया वारैकं यो हरिं व्रजेद जन्मजन्मनि विप्रेन्द्र सार्वभौमो भवेद्ध्रुवं यस्तु वारद्वयं विप्र कुर्याद्विष्णुप्रदक्षिणाम् ऐन्द्रं पदमवाप्नोति त्रिदिनेनात्र संशयः विष्णुप्रदक्षिणं यस्तु कुर्याद्वारद्वयं जनः विमुक्तसहलैः पापैः प्रविशेन्माधवीं तनुं ब्राह्मयेत् सोदकं शङ्खं केशवोपरि जैमिने अन्धे देवालयं गत्वा स भवेत् सुरवन्दितः प्रणमे दण्डवद्भूमौ सप्तधा यस्तु केशवं पादकं तच्छरीरस्थं भस्मी भवति तत्क्षणाद् शिरस्यञ्चलिमाधाय प्रणामेद्यो जनार्दनं तस्मै लक्ष्मीपतिर्विष्णुर्ददाति परमं पदं भूमौ निपात्य सर्वाङ्गं हरिं प्रणमदां नृणां पुण्यप्रभावं विप्रर्षे वदतो मे निशामय यावद्भूरेणुभिर्नृणां भूषितं स्यात् कलेवरं तावत्कल्पसहस्राणि तिष्ठन्ति हरिसन्निधौ ततः केशवनिर्माल्यं वैष्णवेभ्यः प्रदीयते वैष्णवांस्तान् प्रवक्ष्यामि शृणुसत्तमजैमिने शुकसूतस्तथा व्यासो नारदकपिलो मुनिः प्रह्लादश्चाम्बरीषश्च तथा क्रूरोद्धवावपि विभीषणो हनुमांश्च तथैवान्येऽपि वैष्णवाः निर्माल्यं वासुदेवस्य गृह्णन्तु सर्वकामदम् इत्युक्त्वा विष्णुनिर्माल्यं निक्षिपेद्भुवि वैष्णवः तदस्तु हरिनिर्माल्यं स्वयं गृह्णादिभक्तिदः मस्तके दृश्यते यस्य हरिनिर्माल्यमुत्तमं स विज्ञेयो द्विजश्रेष्ठ साक्षादेव हरिस्वयं दुर्लभं विष्णुनैवेद्यं निर्माल्यं पापनाशनं गृह्णन्ति त्रिदशाः सर्वे मनुष्याणां च का कथा जैमिने तुलसीपत्रं यस्तु जिघ्रदि वैष्णवः तस्य देहान्तरस्थं हि सर्वं पापं विनश्यति तुलसीपत्रगन्धस्तु प्रविशेद्यस्य नासिकाम् आपदस्तच्छरीरस्थाः सद्यो गच्छन्ति संक्षयं तुलसीचन्दनघ्राणमाख्राय यो भिनन्दति तस्यालये भवेन्नित्यमानन्दो द्विजसत्तमस्तवैस्तुत्वा जगन्नाथं कमलाप्रियमच्युतं कृताञ्जलिस्तदः प्राज्ञ इमं मन्त्रमुदीरयेद नारायणजगद्रूप गच्छ धाम जगत्पदे गच्छदेव निजस्थानं प्रसन्नो भव सर्वदा येयं स्वशक्त्या देवेन्द्र तव पूजा कृता मया अच्छिद्रास्तु जगन्नाथत्वत्प्रसादाज्जगन्मय ततः पादोदकं प्राज्ञो महाविष्णोः परात्मनः समस्तपादगध्वंसि गृह्णीयाद्भक्तिभावदः गणमात्रं वहेद्यस्तु विष्णोः पादोदकं शुभं सस्नाद सर्वतीर्थेषु जैमिने सत्यमुच्यते स्पृश्येत् पादोदकं विष्णोर्गङ्गास्नानफलं भवेद् गाङ्गेयं सलिलं विप्र विष्णुपादोदकं यदः अकालमरणं नास्ति नास्ति व्याधिभयं तथा यस्पृश्येत्पादसलिलं केशवस्य महात्मनः पापव्याधिविनाशार्थं विष्णुपादोदकौषधं पापिनोऽपि नरास्ते च पिबन्धु प्रतिवासरम् विष्णुपादोदकं विप्र यः पिबेद्वैष्णवो जनः पादकं तच्छरीरस्थं क्षणादेवदु नश्यति यथौषधेन देहस्थं हन्यदे देहिनो भृशं तथैव पादकं सर्वं विष्णुपादोदकेन च विष्णुपादोदकं शुद्धं तुलसीपत्रसंयुधं यो वहे चिरसा विप्र तस्य पुण्यं वदाम्यहं ब्रह्महत्यादिभिः पापैर्विमुक्तो विष्णुरूपधृक अन्धे विष्णुपुरं गत्वा विष्णुना सहमोदते मेरुप्रमाणहेमानि दत्त्वा भवति यद्फलं विष्णुपादोदकं स्पृष्ट्वा तत् भवेदधिकं फलम् अश्वकोटिप्रदानेन तत्फलं प्राप्यते जनैः सप्तद्वीपां महीं दत्त्वा द्विजेभ्यो यत्फलं लभेद तद्फलं लभते मर्त्यो विष्णुपादोदकं स्पृशन् अश्वमेधसहस्राणि कृत्वा भवति यद्फलं विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलं दीर्घिकाशदानेन यत्पुण्यं परिकीर्तितं तस्मादप्यधिकं पुण्यं लभेत् पादोदकं स्पृशन् बहुनात्र किमुक्तेन संक्षेपादुच्यते मया विष्णुपादोदकस्पर्शान्मुक्तो भवति मानवः भूयो भूयोऽपि विप्रेन्द्र सुदृढं कथ्यते मया पुनर्न लभते जन्म स्पृशन् पादोदकं हरेः विष्णु नैवेद्यशेषं यत्सर्वपापविनाशनं योष्णादिभक्तिभावेन स गच्छेत् परमं पदं दुर्लभं विष्णुनैवेद्य भुञ्जते द्विजसत्तम देहं त्यजति पापानि ब्रह्महत्यामुखान्यपि भुञ्जतो हरिनैवेद्यं दासीव वशगा भवेद मुक्तिभूमिसुरश्रेष्ठदैवतैरपि दुर्लभा सम्पूज्य कमलाकान्तं किञ्चन्नैवेद्यमत्यजन् अचिरेणैव तं विष्णुर्नयति स्वां तनुं प्रति नैवेद्यस्य महाविष्णोर्गुणं किं कथयाम्यहम् यद्भुञ्जद केशवोऽपि स्यादधीनो द्विजप्रभो अनेन विधिना विप्रप्रतिमासे जनार्दनं विधिहीनामपि श्रेष्ठां पूजां श्रीकमलापदेः यः कुर्याद्भक्तिभावेन सोऽपि स्यात् केशवप्रियः विधिज्ञो विधिना विष्णुमभ्यर्च्य यद्फलं लभेद यथोक्तविधिना विप्र नैवेद्यायर्बहुभिप्रभो पूजितोऽपि न तुष्टः स्यात् यदि भक्तिर्न तिष्ठति यस्य वैयावधि भक्तिर्देवदेवे जनार्दने तावदेव फलावाप्तिस्तस्य नास्त्यत्र संशयः अभक्रियाया हरे पूजा क्रियते भुवि मानवैः सा पूजा ब्राह्मणश्रेष्ठ पूजाकाले भवेत् किल ज्ञानमूलं हरिर्भक्तिर्भक्तिमूलं जगत्पदेः पूजामोक्षोद्रुमोत्पत्तौ मूलमाराधनं हरेः अल्पमात्रमपि प्राज्ञश्रद्धया कुरु देहि यद् तदक्षयं भवेत् सर्वं श्रद्धायुक्ताखिला क्रिया भक्र्याय पूजयेद्विष्णुं वारिमात्रमपि द्विज संस्थानं लभते विष्णोर्यदो भक्तवशो हरिः असारमेदद्भुवनं समस्तं सारं हरे पूजनमेव विप्र तस्मान्मनुष्यो निजमङ्गलैषी भक्त्या यजे कृष्णमनन्दमूर्तिम् इति श्रीपद्मपुराणे क्रियायोगसारे हरिपूजाविधिर्नाम एकादशोऽध्यायः ॐ